सर्वेभ्यः नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमः सर्वकार्येषु सर्वदा सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि. भारतं पतञ्जलिं पाणिनीं सूत्रकारं अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं. अथ माहेश्वराणि सूत्राणि ऐ उण ऋलक् एवोङ्ग ऐ औच हयवरत गण ञमाङ्गम जभै घढदश जबगडदश खफछटतौ कपै शषसत् अल् इति माहेश्वराणि सूत्राणि. अस्तु, सः पारायणं करोति. पारायणं करोति वा Mahadeva, your voice is not coming clean. I mean, it's breaking in between. I think you should log in from your mobile also. This is from my mobile. Yeah, but voice is breaking. Is it not true there? Not true there. Yeah, in between that voice breaks. So we didn't know whom you asked. The name was missing. Oh, that's true. We name Mahadeva, it's true there. द्वितीय अध्याये प्रथमपादः समर्थपदविधिः सुमामन्त्रितैराङ्गवत् प्राक्करराजसमासः सुपः अव्ययीभावः अव्ययं विभक्ति समीपसमृद्धि विरुद्ध्यर्थभावत्सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्वयोगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु यथा असादृश्ये यावत् अवधारणे सम्प्रत्तिना मात्रार्थे अक्षशलाकासङ्ख्याः हरिणा विभाषा अपरिबहिरः पञ्चमः पञ्चम्या आङ्गमर्यादा विविध्योः लक्षणैनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठगुप्रभृतीनि च पारे मध्ये षष्ठ्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च सङ्ख्यायाम् अन्यपदार्थे च संज्ञायां अस्तु. एतावता अत्र गतवर्गे विभाषा इति महाविभाषा इत्यस्मिन् विषये किञ्चित् पठितवन्तः. अनन्तरम् अपपरिबहिरञ्च वः पञ्चम्या इति सूत्रे अपपरिबहिः अञ्चु इति धातु तस्मात् निष्पन्नः शब्दः तैः सह तत्र अविभावसमासः भवति. यदा सुबन्तं योजयामश्चेत् तदा अविभावसमासः भवति पञ्चम्या इति. अतः कर्मप्रवचनी अधिकारे कानिचन सूत्राणि अधीतानि अस्माभिः तत्र अपपरिवर्जने आङ्मर्यादावचने आङ्मर्यादावचने अपपरिवर्जने इति सूत्रद्वयम् वर्जनार्थे वर्जनार्थे तत्र अपचपरि इति निपाताः निपातः इत्युक्ते तत्र अव्ययम् एव अव्ययद्वयं तत्र वर्जनार्थे प्रयोगं कुर्मः अव्ययद्वयस्य प्रयोगं कुर्मः अपि च तत्र वर्जनार्थे इति अपपरि वर्जनार्थे अस्ति चेत् तदा विभक्तिरूपं किं भवति इत्यपि दृष्टं तत्र पञ्चमी विभक्तिः एव भवति पञ्चम्यपाङ्परिभिः इति सूत्रेण अनन्तरम् आङ्मसूत्रमपि अस्माभिः दृष्टं तत्र मर्यादार्थे इत्युक्ते तत्र विना इत्यर्थः मर्यादा इत्युक्ते विना विना इति अर्थे तत्र आङ् इति अव्ययं तत्र कर्मप्रवचनीयसंज्ञा प्राप्स्यति आङ् तदनन्तरं यत् पदम् उपपदम् एतत् कर्मप्रवचने इत्युक्ते उपपदं भवति सर्वदा उपपदविभक्ति भवति तत्र आङ्गयोगे यत्पदम् अस्ति तस्य पञ्चमी विभक्ति भवति पञ्चम्यपाङ्परिभिः इति सूत्रेण तद्भवति इत्यपि दृष्टं गतवर्गे तदनन्तरम् अञ्चु इति धातुः अस्ति तस्मात् तत्र दिक् उद्दिश्य ये शब्दाः सन्ति तेषां तेषाम् उद्दिश्य ये शब्दाः सन्ति तेषां निष्पन्नं भवति अञ्चुधातुतः तस्मात् तत्र इदानीं पठेम तत्र अन्यादादितरर्थे दिक्शब्दाञ्च उत्तरपदाजः उत्तरपदाजाहि इति सूत्रमस्ति तस्मात् अद्य पठेम अत्र अत्र एतावत् यस्य कस्यापि संशयः अस्ति वा मम एकः संशयः अस्ति महोदय प्रति इति शब्दं विकल्पेन आयाति दीर्घसूत्रे प्रति श्रूयते पुनः वदतु गतवर्गे वयं पठितवन्तः प्रति इति शब्दं दीर्घसूत्रे प्रतिवृक्षदीप्तार्थे आगच्छति विकल्पेन अपि आगच्छति इति तु विकल्पेन विकल्पेन तस्य अर्थः विकल्पेन तस्य अर्थः प्रति इति एव भवति प्रतिवृक्षं तस्य अर्थः एव भवति विकल्पेन अपि विकल्पेन कर्मप्रवचनीयसंज्ञा भवति अत्र अस्तु इदानीं प्रति प्रति वृक्षं वृक्षं प्रति इति तत्र प्रयोगः अस्ति चेत् तस्य अविर्भावसमासः भवति प्रतिवृक्षम् इति भवति इदं वृक्षं वृक्षं प्रति इत्युक्ते किं तत्र उदाहरणं वृक्षं वृक्षं प्रति सिञ्चति रामः वृक्षं वृक्षं प्रति जलं सिञ्चति इति अस्ति इदानीं वृक्षं वृक्षं प्रति इति प्रतियोगे प्रति इति तत्र निपातः अस्ति इदानीं निपातस्य कर्मप्रवचसंज्ञा भवति कर्मप्रवचने संज्ञा भवति चेत् तत्र वृक्षम् इत्यस्य द्वितीया विभक्ति भवति इदानीम् एतद् इदानीं अयं प्रयोगः कर्मप्रवचनप्रयोगः इति वदामः इदानीं केवलं समासनित्यः इति वदामश्चेत् प्रतिवृक्षम् इति समासः नित्यः इति वदामश्चेत् कर्मप्रवचनप्रयोगः न भवितुम् अर्हति तत्र अस्मिन् अत्र भाषायां प्रयोगद्वयं दृश्यते. एकः अस्ति तत्र वृक्षं वृक्षं प्रति सिञ्चति इति, तद् एकः प्रयोगः. द्वितीयप्रयोगः अस्ति रामः प्रतिवृक्षं सिञ्चति इति. इदानीं केवलं प्रतिवृक्षं सिञ्चति इत्येव नित्यः, नित्यः इत्युक्ते तदेव अस्ति अस्ति इति स्वीकुर्मश्चेत् किमर्थं विभाषा इति अधिकारात् पूर्वमेव अस्ति तत् सूत्रम्, अव्ययं विभक्तिसूत्रम् इति कृत्वा नित्यम् इति वदामश्चेत् तदा भाषायां द्वितीयप्रयोगः न भवितुं नार्हति इति कृत्वा तत्र वैकल्पिकम् इति स्वीकरणीयम्. अस्तु महोदय, अवगच्छामि. अस्तु गोमती भगिनी, भवती एव आरम्भं करोतु. अन्याराधिकृते आम् प्रणामे. अञ्चु इति धातुतः निष्पन्नानां दिक् वाचकानां योगे पञ्चमी. अन्य आर इतर ऋते दिक्शब्दः दिक्शब्द अञ्च उत्तरपद आचाहियुक्ते इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिक्वाचकानां योगे अपि पञ्चमी विभक्तिः भवति. अञ्चु गतिपूजनयोः इति भ्वादिगणीयधातु अस्ति. दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति प्राक् च प्रत्यक् च. एकनिमिषम् प्राक् च प्रत्यच्च उदच् इत्येते क्विन् प्रत्ययान्तः शब्दाः अञ्च धातुं प्रयुज्य निष्पन्नाः. प्राक् च प्रत्यच् उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीप् इति स्त्रीप्रत्ययं योजयित्वा उदीचि दिक् नार्थ्, प्राची दिक् ईस्ट्, अवाची दिक् सौत्, प्रदीचि दिक् वेस्ट् इत्यादयः दिक् वाचकशब्दाः निष्पन्नाः. इति अञ्चु इति धातु गतिपूजनयोः इत्यर्थे अस्ति. अत्र एकसूत्रम् अस्ति अन्यादिक्षुत्तर आचहि युक्ते इति सूत्रं वदति. अनेकानि शब्दानि दत्तमस्ति अस्य सूत्रे. अत्र अञ्चु इति धातु अपि अस्ति. अञ्चु इति धातु निष्पन्नानां दिक्वाचकानां योगे पञ्चमी विभक्ति भवति इति सूत्रं तत्र भगिन्याः ध्वनिः श्रूयते वा? बहिः श्रूयते वा? मया न श्रूयते. उच्चैः वदामि. न न तत्र मध्ये मध्ये मम मम पार्श्वे वा? न मम भवतः ध्वनिः अपि न श्रूयते. भवतः एवं गोमतीभगिन्याः नेट्वर्क् प्राब्लम् अस्ति इति कृत्वा सम्यक् न श्रूयते. अस्तु न अहं बहिः गत्वा गच्छामि. इदानीं श्रूयते वा? नमस्कारः. श्रूयते वा महोदय? अहं श्रोतुं शक्नोमि. अञ्चु इति धातु अस्ति. अञ्चु इति धातोः अर्थः भवति गतिपूजनयोः इति. एकसूत्रमस्ति विधिस्य योगे पञ्चमी विभक्ति भवति. दिक् वाचकानां प्रयोगे. दट् इस् अञ्चु इति धातु धातुतः दिक् वाचकानाम् अर्थे निष्पन्नानां शब्दानां योगे पञ्चमी विभक्ति युक्ता भवति इति एतत् सूत्रं वदति. तदा उदीची प्राची अवाची प्रतीची इत्यादयः शब्दाः निष्पन्नाः प्रयोगे यदि वयं प्रयोगे चेत् इति एकं सूत्रं विधिसूत्रं वदति. अस्तु नेट्वर्क् मध्ये किञ्चित् क्लेशः अस्ति इति चिन्तयामि. अस्तु अस्तु धन्यवादः. धन्यवादः. अग्रे रोहिणी भगिनी पठति वा अञ्च धातु अञ्च क्विन् प्रत्ययः. आं महोदय. अञ्च गदो इति धातु उपपदेन सह प्रयुज्यते. तर्हि अस्मात् धातोः कृत्यक् ददृक् स्रग्विद् उष्णिक् अञ्चु युजि कृञ्चां च इत्यनेन किं प्रत्ययं कृत्वा भिन्नाः दिग्वाचकशब्दाः सिद्ध्यन्ति. यथा स्वयोगः अञ्च योगः क्युन् प्राज् पूर्वः इति अर्थः. प्रतियोगः अञ्च योगः क्युन् प्रत्यच् पश्चिमः इत्यर्थः. उद्योगः अञ्च योगः क्युन् उदच् उत्तरा इत्यर्थः. अपपरि अञ्जु इति धातुतः निष्पन्नाः सुबन्धाः इत्येतेषां पदानां योगे पञ्चमी विभक्तिः भवति इति वयं ज्ञातुं शक्नुमः. परन्तु बहि इति शब्दस्य योगे तत्र पूर्वं किं लिखितम् इति किञ्चित् वदति वा. अञ्च धातु किं तृतीयः भवति इति दत्तं. ऋत्यक् ददृक् स्रग्विद् उष्णिक् अञ्जु युजि कृञ्चां च इति सूत्रेण. प्रायोगः अञ्जु योगः किन् प्रत्यये कृते किन् सर्वलोपि प्रत्ययः भवति. प्रायोगः अञ्ज् भवति प्राज् अत्र ञकारस्य लोपः कः कथम् इति न जानामि. प्रायोगः प्राच् भवति पूर्वः इत्यर्थः. अत्र अनुसार अनुनासीयो लोपः भवति तत् कथम् इति न जानामि. तत्र एकनिमिषम् अनुनासिकस्य लोपः इति एकनिमिषम् अहं वदामि. तत्र षष्टाध्यायचतुर्थपादे षष्टाध्यायचतुर्थपादे तत्र पुटसङ्ख्या 114 तत्र न लोपः इति अधिकार इति नास्ति. असिद्ध अधिकार असिद्धत्व अधिकार इति अस्ति. तत्र न लोपः इति किं वदामः तत्र कश्चन भागः अस्ति. तत्र श्नाल्लोपः तन्त्रम् अनिदितां हल् उपादायः किम् इति अस्ति. तत्र उपादायां तत्र अञ्च् इत्युक्ते तत्र नकारः अस्ति. नकारः नश्च पदान्तस्य इति सूत्रेण अनुस्वारं प्राप्य तदनन्तरं ञकारः भवति. ञकारः तत्र अनुस्वारस्य यै परस्थावर्णः इति सूत्रेण भवति ञकारः. अयं ञकारः तत्र नकारः एव नकारः. नकारस्य लोपः अनितापदयाकि इति सूत्रेण इति इत्युक्ते कित् नित् परे. अत इदानीं क्विन् इति कीदृशप्रत्ययः तत्र के वर्णाः सन्ति. ककारः इकारः ककारः निकारः ईकारः नकारः, ककारः अस्ति लशक्वा तलिते इति सूत्रेण तस्य लोपः भवति खलु, प्राप्य तत्र लोपः भवति इति कृत्वा कित् अस्ति, कित् अस्ति चेत् तदा नकारस्य उपादायां विद्यमानस्य नकारस्य लोपः भवति इति अनिदितां हल् उपादाय इति बहु प्रसिद्धं सूत्रं, बहुत्र तस्य उपयोगः भवति. आं महोदय, पठामि. प्रायोगः योगः किं प्राज् पूर्वः इत्यर्थः, तदेव प्रतियोगः अञ्च योगः किन् प्रत्यच् उद्योगः अञ्च योगः किन् उदच् उत्तर इत्यर्थः. उत्तर इत्यर्थः अस्तु, अग्रे पठतु भगिनि. अप परि अञ्जु इति धातुतः निष्पन्नाः सुबन्धाः इत्येतेषां पदानां योगे पञ्चमी विभक्तिः भवति इति वयं ज्ञातुं शक्नुमः, परन्तु बहि इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः, यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्याय्याम्. अप परि अञ्जु इति धातुः निष्पन्नाः सुबन्धाः योगे पञ्चमी विभक्ति इति पूर्वम् उक्तम् एव, परन्तु बहिः शब्दः तत्र न कृतं सूत्रं तत्र अपपरि बहिरञ्च पञ्चम्यः तदपि पठतु. अपपरि बहिरञ्च वा पञ्चम्य इति सूत्रं समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्धं पञ्चम्यन्तेन सुबन्धेन सह समस्यते इति. व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते, यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रमस्ति अपपरि बहिरञ्च वा पञ्चम्य इति. एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति, तदर्थमेव अपपरि बहिरञ्ज वा पञ्चम्य इति सूत्रे पञ्चम्य इति पदस्य प्रयोगः दृश्यते, अनेन ज्ञायते यत् बहि इति पदस्य योगे पञ्चमी विभक्ति भवति इति. अपापरि अञ्जु इति धातुः निष्पन्नाः सर्वन्धाः इति तेषां पदानयोगे पञ्चमी विभक्ति इति केन सूत्रेण केन सूत्रेण पञ्चमी विभक्ति इति पञ्चम्यपाङ्परिभिः पञ्चम्यपाङ्परिभिः इति सूत्रेण तेषां पञ्चमी विभक्तिः भवति, परन्तु बहिशब्दः तत्र उत्तं न, तस्मात् बहिः इति शब्दस्य कथं पञ्चमी विभक्तिः भवति इति जानीमः अपबरि बहिरञ्ज वा पञ्चम्य इति सूत्रेण. तस्मात् बहिः शब्दस्य अपि पञ्चमी विभक्तिः भवति, बहिः शब्द व्यस्तप्रयोगे ग्रामात् बहिः व्यस्तप्रयोगे ग्रामात् बहिः इति रूपं भवति, सत्यं प्रयोगः भवति, प्रयोगः अस्ति. अस्तु, अत्र धन्यवादः भगिनि. अत्र एतावता तत्र कर्मप्रवचनीय संज्ञा तत्र केषाम् इत्युक्ते निपातानाम् एव इति दृष्टम् अत्र अपपरिवर्जने आङ् मर्यादावचने इति तत्र अपपरि आङ् इत्येतैः निपातैः यत्पदम् उपपदेन तिष्ठति तस्य पञ्चमी विभक्तिः भवति इति अपि पञ्चम्यपाङ्परिभिः इति सूत्रेण दृष्टं तु अत्र अपपरि तत्र क्षम्यतां तत्र बहि इति शब्दस्य अष्टाध्याय्यां यत्र कुत्रापि उपदेशः नास्ति, उपदेशः नास्ति तस्य विषये उपदेशः नास्ति, केवलम् एकमेव सूत्रमस्ति अपपरि बहिरञ्चवः पञ्चम्या इति. किमर्थं बहिः इति निपातत्वेन न स्वीकृतं वा इति नास्ति तु तत्र सूत्रम् अस्मिन् सूत्रे एव तस्य प्रयोगस्य उल्लेखः कृतः पाणिनिमहर्षिणा. इत्युक्ते अपपरि बहिरञ्चः पञ्चम्या न तु केवलसमासविधायकम् अस्ति, तत्र व्यस्तप्रयोगे अपि बहिविषये, केवलं बहिविषये व्यस्तप्रयोगः अपि भवितुमर्हति. तदा उपपदत्वेन यत्पदं तिष्ठति तस्य पञ्चमी भवति इति. इति ग्रामाद् बहिः, वर्गाद् बहिः इति सर्वदा तत्र उपपदेन बहि इति शब्दस्य योगेन तत्र पञ्चमी विभक्तिः भवति इति तत्र अस्मात् सूत्रात् एव वयं ज्ञातुं शक्नुमः इति अस्ति. एकनिमिषम्, अष्टाध्यायं तत्र अग्रिमं किमपि नास्ति. अष्टाध्यायं समासप्रकरणं कारकप्रकरणं च अनयोः परस्परसन्निवेशं वर्तते, अत एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया. तदेव तादृशमेव तत् इति कृत्वा एव तत्र पाणिनिमहर्षिः किं कृतवान्, प्रथमं कारकप्रकरणं लिखितवान्, तदनन्तरं कर्मप्रवचने गतिसंज्ञा विधायकसूत्राणि सन्ति तद् लिखितवान्, तदनन्तरं कर्मप्रवचनीयं लिखितवान्, तदनन्तरमेव समासं लिखितवान्. तत्र क्रमः अस्ति अत्र. यदा तत्र केवलं समासम् एव पठामश्चेत् अवगमनं सम्यक् न भवति. प्रथमं कारकं पठनीयं सर्वदा. कारकं पठामश्चेत् तदा सम्यक् अवबोधः जायते. इति कृत्वा सर्वे कृपया तत्र लक्ष्मीभगिन्याः ध्वनिमुद्राणि शृण्वन्तु अथवा शुकवनमहर्षस्य ध्वनिमुद्राणि शृण्वन्तु, तदा सम्यक् ज्ञानं भवति अस्मिन् विषये, समासविषये. अस्तु, अग्रे अरविन्द महोदय भवान् पठतु महोदय. धन्यवादः महोदय. आहत्य अभिपरि बहिः बन्धु इति धातवः निष्पन्नाः सुबन्धाः तेषां योगे पञ्चमी विभक्ति विधीयते इति ज्ञातवन्तः. अधुना तेषां शब्दानां सुबन्धेन सह समास्य विकल्पेन विधीयते अपपरि बहिरञ्जव पञ्चम्या इति सूत्रेण. अपपरि बहिरञ्जव पञ्चम्या इति सूत्रस्य उदाहरणानि अपयुक्ते वर्जने इति अर्थः. परि इत्यर्थ इत्यस्य वर्जने परिमाणम् इत्यादयः अर्थाः सन्ति. अञ्चु इति धातुतः निष्पन्नाः शब्दाः अपि स्वीकरणीयाः. यदा अप विष्णोः संसारः, अपविष्णु अथवा अपविष्णोः संसारः नाम विष्णुं विहाय संसारम् अस्ति. अप इति शब्दः वर्जनार्थकः अस्ति. समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति. विभाषा इति जनरल् इति अनन्तरम् अस्ति यस्मिन् सूत्रम् इति कृत्वा. अपरस्मिन् पक्षे व्यस्तप्रयोगः अपि व्यस्तप्रयोगः अपविष्णोः संसारः इत्यपि भवति. अत्र प्रथम उदाहरणम् अति अपविष्णोः संसारः इति व्यस्तप्रयोगस्य समासः भवति. अपपरि बहिः भञ्जवः इति सूत्रेण अपविष्णु इति रूपं. तस्य अलौकिकविग्रहवाक्यमस्ति अपयोगः विष्णुयोगः नसि. पञ्चमी सुप्रत्ययः अस्ति नसि. अत्र तस्य अत्र अप इति शब्दः वर्जनार्थः अस्ति. अपपरिवर्जने इति सूत्रेण अपपरि अनयोः शब्दयोः वर्जनार्थं कर्मप्रवचनीयसंज्ञा भवति. तस्य योगे पञ्चमी विभक्ति भवति पञ्चम्याङ्परिभिः इति सूत्रेण. अपिपरिबहिरञ्च वः इति सूत्रेण अपपरिबहि अञ्जु इति धातुतः निष्पन्नानां सुबन्धानां च पञ्चम्यन्तेन सह विभाष समास्यन्ते अभिब अव्ययीभावश्च समासौ भवति. अतः उपविष्णु इति अव्ययीभावसमासः विकल्पेन भवति. पक्षे अपविष्णोः संसार इति व्यस्तप्रयोगः अपि शक्यते. एतावता वयं प्रथमं पूर्वमपि कृतं तथा अपविष्णो गसि इति अलौकिकविग्रहवाक्यात् प्राक्कणारसमासः अव्ययीभावः इति द्वयसूत्रयोः संज्ञा भूत्वा कृत्तत्थितसमासाश्च इति प्रातिकविधानानन्तरं अवयवरूपेण विद्यमान गसि प्राति विभक्तेः लोपो भवति शुभो प्राति शुभो धातुप्रातिपदिकयोः इति सूत्रेण प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति इति कृत्वा अपविष्णु इति तस्य प्रथमा विभक्तौ निर्दिष्टमस्ति अपपरिबहि अञ्चव अपपरिबहि अञ्चव इति प्रथमा विभक्त्यां निर्दिष्टं कृत्वा अप इति उपसर्जनसंज्ञा भूत्वा पूर्वनिपातं भवति इति कृत्वा अपविष्णु इति रूपं सिद्ध्यति. तदनन्तरं अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं भवति. अपविष्णु इति ह्रस्वो नपुंसके प्रातिपदिकस्य इति कृत्वा अन्तिम उकारस्य ह्रस्वत्वं विधीयते इति कृत्वा अपविष्णु इति अन्तिमरूपं भवति सर्वासु विभक्तिषु. समीचीनम्, उत्तमं महोदय. अत्र समास नास्ति चेत् तत्र व्यस्तप्रयोगे कथं भवति इति किञ्चित् प्रतिपादयति वा? यदि विभाषा इति सूत्रस्य व्यस्तप्रयोगस्य उपयोगं क्रियते चेत् अपविष्णोः संसारः इति एव तस्य व्यस्तप्रयोगस्य रूपम्. अस्तु, केन सूत्रेण भवति? विभाषा इति सूत्रेण. अपविष्णोः संसारः इति प्रयोगः केन आधारेण, केन सूत्रस्य आधारेण भवति? विभाषा इति कृत्वा तत्र समासः विकल्पेन भवति. आम् आम्, समासवितरणेव विभाषा इति अधिकारी अस्ति. अस्तु, पञ्चमी अपाङ्परिभिः अपपरिवर्जने लिखितमस्ति खलु. अप इति शब्दः वर्जनार्थे कर्मप्रवचनसंज्ञा भवति. कस्य कर्मप्रवचनसंज्ञा भवति? अव्ययस्य. तथा विष्णोः इति कीदृश विभक्ति का विभक्ति? पञ्चमी विभक्ति. पञ्चमी विभक्ति केन सूत्रेण? पञ्चमीः, वाट् इस् दट्? पञ्चमी अपां परिभिः. पञ्चमी अपां परिभिः अवसरः भवति भगिनि, किञ्चित् महोदय वदतु. पञ्चमी अपां परिभिः पञ्चम्यां परिभिः. सत्यं, तत्र पञ्चम्यपाङ् परिभिः इति सूत्रेण कथं वयं ज्ञातुं शक्नुमः तत्र पञ्चमी विभक्ति अस्ति इति? तत्र उपपदेन विष्णोः पञ्चमी विभक्तिः इति कथं ज्ञातुं शक्नुमः? अप इति अव्ययं कर्मप्रवचनीया अस्ति, एवं पञ्चम्यापां परिभिः इति सूत्रेण अपयुक्त प पदं सम सुबन्तं पञ्चमी एव निर्दिश्यते इति कृत्वा अप विष्णोः इति रूपं भवति. अत्र पञ्चम्यपाङ् परिभिः इति सूत्रे अप आङ् परिभिः इत्युक्ते तत् तेषां योगे यत् पदं तिष्ठति तस्य पञ्चमी विभक्ति इति सूत्रस्य अर्थः. उपपदत्वेन यत् पदं तिष्ठति तस्य पञ्चमीविभक्ति इति अस्ति. अस्तु महोदय, धन्यवादः. अग्रे विनय महोदय, भवान् करोति वा परि विष्णोः संसारः? परि विष्णोः संसारः परिविष्णौ संसारः परिविष्णौ संसारः लौकिक नाम विष्णुं विहाय संसारः अस्ति. परि इति शब्दः वर्जनार्थक अस्ति, समासा विकल्पेन भवति इत्यतः एकस्मिन् पक्षे परिविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः परिविष्णोः संसारः इति अपि भवति. अतः परिविष्णुः संसारः अपि च परिविष्णु उभयं समासः भवन्ति. अत्र एकत्र एकत्र समासेन निष्पन्नं पदम्, अन्यत्र तत्र व्यस्तप्रयोग कर्मप्रवचनीयेन निष्पन्नं वाक्यम् अथवा पदम्. लौकिक परन्तु परिविष्णु समास अस्ति, अलौकिक विग्रहवाक्यं परिविष्णु नसि. अत्र परि इति शब्दः वर्जनार्थे अस्ति, अपपरि वर्जने इति सूत्रेण अप परि अनयोः शब्दयोः वर्जनार्थे कर्म प्रवचनीयसंज्ञा भवति, तस्य योगे पञ्चमी भक्ति भवति पञ्चमी अपाङ्गपरिभिः इति सूत्रेण. अपरि बहिर्पञ्चमः पञ्चम्या इति सूत्रेण अप् परि बहिः अञ्चुवे इति धातुतः निष्पन्ना नाम सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अवैभावः च समासः भवति. अथ परिविष्णु इति अवैभावसमासः विकल्पेन भवति, पक्षे परि विष्णुः संसारः इति व्यस्तप्रयोगः अपि भवति, केवलं व्यस्तप्रयोगः समासः न भवति, केवलं व्यस्तप्रयोगः प्रयोजनं भवति. परन्तु अत्र यदि कोऽपि सूत्रं नास्ति परन्तु तर्हि एव विकल्पेन समासः निर्माणं भवति अत्र, यतः सूत्रं नास्ति तर्हि केवलम् एक मार्गम् अस्ति केवलं विकल्पेन निर्माणीयम् अस्ति. परन्तु यदि वयं प्रक्रियासम्बन्धे वदामः तर्हि विष्णुपदं नपुंसक नपुंसक कृत्वा न भवति, अतः केवलं परिविष्णुः इति समस्यते. परन्तु प्रक्रिया अन्ततः यदि वयं सुप्रत्ययः अपि कुर्मः तर्हि अविवाचिसुप् लुक् भवति. अत्र अग्रे कोऽपि अदन्तसमान प्रक्रिया न कर्तव्यं ततः परि विष्णुः समासः भवति. अस्तु, परिविष्णुः इति समासः भवति, समीचीनम्. अत्र परिविष्णोः संसारः इत्यस्मिन् तत्र किं भवति इति किञ्चित् वदति वा? परिविष्णोः संसारः परिशब्द वा अप अव्यय अप वा परि अव्यय अर्थः वर्जन सम्बन्धे अस्ति. विना विना विष्णु संसारः परिविष्णुसंसारः विना विष्णुसंसारः. मम अस्तु, तत्र तत्र कस्मिन् अर्थे परि इति अव्ययम् उपयुक्तमस्ति? परिविष्णोः संसारः परि अव्ययं परि वा परि अत्र केवलं परि वयं वदामः. तर्हि सूत्र अपरिबहिर् अञ्चवः पञ्चम्या. तर्हि कर्मवचनीय विभक्ति अत्र अस्ति शब्दसम्बन्धे. शब्द अस्ति विष्णु. तर्हि यदि विष्णु सुबन्त परि अस्ति सुबन्त अपरि अस्ति, परन्तु विष्णुः पञ्चमी विभक्तिः अस्ति, विष्णुशब्दः अस्ति, परि विष्णु अपरिबृह पञ्चम्यः सूत्रेण आधारेण सुबन्त सुबन्तेन सह समस्यते. महोदय, भवान् इदानीं समासविषये एव वदति. मम प्रश्नः तु परिविष्णोः संसारः इति व्यस्तप्रयोगः अस्ति खलु, तत्र कीदृश कार्याणि कानि कार्याणि भवन्ति इति किञ्चित् वदति वा इति मम प्रश्नः. परिविष्णोः संसारः तत्र किं किं सूत्रं तत्र प्रवर्तते? वर्जनार्थे परिविष्णुसंसारः किं किं सूत्रेण प्रयुज्यते? अहं केवलं अवगच्छामः. यदि पञ्चम्यपाङ्गपरिभिः सूत्र प्रथमं तत्र कर्मप्रवचनीयविषये किं भवति? प्रथमं तत्र अव्ययं किम् इति द्रष्टव्यम्. अव्ययं किं? परि इति अव्ययम्. अव्ययं तत्र अपपरिवर्जने वर्जनार्थे अपपरि इति अव्ययद्वयं प्रयोगे भवति. अनयोः अव्ययोः प्रयोगः भवति वर्जनार्थे. इदानीं परि इति अव्ययं वर्जनार्थे उपयुक्तः उपयुक्तमस्ति वर्जयित्वा. तत् वर्जयित्वा इत्युक्ते विष्णुं विना इति अर्थः. वर्जयित्वा तदा परियोगविष्णु इत्यत्र विष्णुशब्दस्य पञ्चमी विभक्ति भवति. परि इति कर्मप्रवचनीयसंज्ञा अपपरिवर्जने इति सूत्रेण प्राप्नोति, कर्मप्रवचनसंज्ञा प्राप्नोति. तदनन्तरम् उपपदत्वेन, उपपदम् इत्युक्ते किं, तेन सह तिष्ठति, समीपे तिष्ठति. उपवासः इति वदामः खलु, उपनिषद् इत्युक्ते तत्र समीपं, समीपमेव उप इति शब्दस्य अर्थः खलु. एवम् उपपद इत्युक्ते सामीप्यं वर्तते. तत्र कस्य पदस्य सामीप्यम् अस्ति, विष्णु इति पदस्य परि इति शब्देन सामीप्यम् अस्ति. तदा विष्णु इति पदस्य उपपदविभक्तिरूपं भवति. उपपदविभक्तिरूपं किं, पञ्चमी विभक्ति. तत् केन सूत्रेण भवति, पञ्चम्यपाङ् परिभिः इति सूत्रेण भवति. पञ्चम्यपाङ् परिभिः इति सूत्रं किं भवति, वदति अप आङ् परि इति एतैः अव्ययैः सह उपपदत्वेन यत्पदं तिष्ठति तस्य पञ्चमी विभक्ति भवति इति. इति कृत्वा विष्णु इत्यत्र विष्णोः इति पञ्चमी विभक्ति. अवगतं वा? हा अवगतम्. अत्र पञ्चविभक्ति सम्बन्धे, परन्तु कर्मवचनीय विभक्ति पूर्वमपि प्रयुज्यते. यथा वीप्सासम्बन्धे वदामः, तर्हि एव द्वितीयविभक्ति कर्मवचनीय विभक्ति अस्ति. तत्र उपपदं सम्बन्धे अहं न जानामि, परन्तु अहं जानामि कर्मवचनीय द्वितीयविभक्ति अपि भवति, अत्र पञ्चमीविभक्ति भवति. परन्तु अत्र प्रयोगः भिन्नः, उद्देश्यः भिन्नः. परन्तु कर्मवचनीयविभक्तिसम्बन्धे द्वितीय अपि च पञ्चमे. अत्र कुत्रचित् कर्मप्रवचनीय इति, तत्र कर्मप्रवचनीयुक्ते द्वितीया इति सूत्रमस्ति, बहुत्र तस्य प्रयोगः भवति. कुत्रचित् तत्र कर्मप्रवचनीये द्वितीया इति सूत्रं बाधित्वा पञ्चम्यपाङ् परिभिः इति सूत्रं कार्यं करोति. कुत्र कार्यं करोति? अप आङ् परि इति एतैः अव्ययैः सह यत्पदं तिष्ठति तदा तस्य पदस्य पञ्चमीविभक्ति अनेन सूत्रेण विधीयते. पञ्चमीविभक्ति विधीयते. अन्य प्रायः तत्र इदानीं प्रति वृक्षं वृक्षं प्रति अथवा अनुसिञ्चति इत्यत्र अथवा अभि अभिसिञ्चति वृक्षं वृक्षम् अभि अभिसृञ्चति इत्यत्र सर्वदा कर्मप्रवचनीयुक्ते द्वितीया इति सूत्रमस्ति. तेन द्वितीयविभक्तिः एव भवति. तद् बाधित्वा पञ्चम्यपाङ्परिभिः इति सूत्रं कार्यं करोति. तत्र कञ्चित् किञ्चित् कर्मप्रयोजनीयं पठित्वा एव एतत् सर्वम् अवगन्तुं शक्नुमः. अवगच्छामि, धन्यवादः महोदय. बहुत्र द्वितीयविभक्ति भवति, तु कुत्रचित् पञ्चमविभक्ति भवति इति अवगन्तव्यम्. इदानीम् अनुर्लक्षणे, तृतीयार्थहीने, उपोधिके च लक्षणे इत्थं भूत्याख्यानभागवीक्षासु प्रतिपर्जनवः. अनन्तरम् अधिपरि अनर्थकौ इत्येषु इति यदा एतानि सूत्राणि कार्यं करोति तत्र कर्मप्रवचनीयुक्ते द्वितीया इति सूत्रस्य प्रसक्तिः भवति. यदा अपपरिवर्जने आङ्मर्यादावचने इति सूत्रं कार्यं करोति तदा पञ्चम्यपाङ्परिभिः इति सूत्रमेव कार्यं करोति. अवगच्छामि. तत्र पञ्चम्याः सूत्रेण आधारेण परि अप वर्जनसम्बन्धे प्रयुक्तः. इति कृत्वा तत्र पञ्चमी विभक्तिः भवति. उपपदत्वेन यत् पदम् अस्ति तस्य पञ्चमी विभक्ति. अस्तु, धन्यवादः. धन्यवादः. उषा भगिनि. आम् महोदय. बहिर्वनात् बहिर्वनम् अथवा बहिर्वनात् अलौकिकविग्रहवाक्यं बहिस्योगः वनयोगः ङसि. बहिस् इति पदस्य केनापि सूत्रेण कर्मप्रवर्तनीयसंज्ञा अपि न विधीयते, न वा तस्य योगे पञ्चमी विभक्तिः विधीयते. परन्तु सूत्रकारेण अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रे उक्तं यत् बहिःशब्दः पञ्चमी अन्तसुबन्तेन सह समस्यते इति. एतत् सूत्रमेव ज्ञापकम् अस्ति यत् बहिःशब्दस्य योगे पञ्चमी भवति इति. अतः एव लौकिकविग्रहवाक्ये पञ्चमी अन्तस्य प्रयोगः क्रियते. अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रेण अपपरिबहि अञ्चु इत्येते सुबन्ताः पञ्चमी अन्तेन सह विभाषा समस्यन्ते. अव्ययीभावश्च समासः भवति. अव्ययीभावसमासः भवति. अतः बहिःशब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति. समासप्रक्रियायां विभक्तेः लोपः भूत्वा बहिस्योगः वन इति प्रातिपदिकं सिद्धं भवति. अधुना ससजुषो रुः इत्यनेन रुत्वं भूत्वा बहिर्वन इति प्रातिपदिकं सिद्ध्यति. बहिर्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययस्य उत्पत्तिः. अत्र अव्ययात् आप्सुपः इति सूत्रेण प्राप्यमानसुब्लुक् न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण निषिध्यते. न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण अत् अन्त अव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते, परन्तु पञ्चमीविभक्तिं विहाय. पञ्चमीविभक्तौ अम् आदेशः न भवति. तत्र तथा सामान्यं सुप्रक्रिया भूत्वा रूपं भवति बहिर्वनात्. अपरासु विभक्तिषु सुप् लुक् न भवति, अपि तु सुपः स्थाने अम् आदेशः भवति. बहिर्वनयोगः अम् अत्र अमीपूर्वः इत्यनेन अक्वर्णात् अम् सम्बन्धीनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः स्यात्. पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति. तृतीया सप्तम्योर्बहुळम् इति सूत्रेण अदन्त अव्ययीभावात् परे तृतीया सप्तम्योः च स्थाने बहुळम् अम् आदेशः भवति. अनेन अलौकिक बहिर्वनात् बहिर्वनम् इति प्रयोगम् अस्ति. बहिर्वनात् योग एव बहिर्वनात् अपि अस्ति. अलौकिकविग्रहवाक्यं बहिस्योगः वनयोगः ङसि. बहिस् इति पदस्य कारकसंज्ञाप्रकरणे पञ्चमी न विधीयते. ङसि इति कीदृशविभक्तिप्रत्ययः? पञ्चमी विभक्ति. बहिस्योगः वनयोगः ङसि. बहिस् इति पदस्य कारकप्रकरणे पञ्चमी विधिया न भवति. कर्मप्रवचनीयसंज्ञा प्रकरणे अपि कश्चन अर्थः न विधीयते. तस्मात् अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रे पञ्चमी इति विभक्ति बहिः इति शब्दस्य एव ज्ञापकार्थं ज्ञापकार्थकारणेन पञ्चमी इति उक्तम् इति भवति. अपपरि बहिरञ्चव पञ्चम्य इति सूत्रेण अपपरि बहि अञ्चु सुबन्ताः पञ्चमी अन्तेन सह विभाषा समस्यन्ते, अव्ययीभावः समासः भवति. बहिःशब्दः अलोन् बहिःशब्दः अलोन् दिस् अत्र सूत्रे पञ्चम्या इति शब्दः ज्ञापकार्थं विधीयते. बहिस्योगः वनयोगः नसि इति अलौकिकविग्रहवाक्यं भवति चेत् प्राकडारात् समासः इति सूत्रेण समाससंज्ञा विधीयते. अपपरि बहिरञ्चवः पञ्चम्या इति सूत्रेण अव्ययीभावसमासः विधीयते. कृत्तद्विदसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा विधीयते. सुपो धातु प्रातिपदिकयोः इति सूत्रेण ङसि इति विद्यमान अवयवरूपेण प्रत्ययलोपः भवति. बहियोगः वन इति सिद्ध्यते. बहियोगः वने वन इति बहिस् इति शब्द अपपरि बहिरञ्चवः पञ्चम्या इति समासविधायकसूत्रे बहिस् इति प्रथमा विभक्तौ अस्ति. तस्मात् कारणात् बहि इति शब्दः उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. पूर्वनिपातः बहि वन इति पदयोः पूर्वप्रयोगः अस्ति. बहिस् इति पूर्वप्रयोगः अस्ति. बहिस् योगः वन बहिस्योगः वन प्रातिपदिकस्य सुप्रत्ययः भवति. सुप्रत्ययः न अव्ययीभावा ततों तु पञ्चम्याः इति देर् इस् नो अकारान्त अङ्ग बहिर्वन ओहो वन बहिर्वन वन इति अकारान्तपति अकारान्त अकार इटेन्सिन् अकार अकारान्त अङ्गम् अस्ति. बहिर्वनयोगः सुप् न अव्ययीभावात् अथोम्त्वपञ्चम्याः इति सूत्रेण अं विधीयते. सुप्लुक् न विधि सुप्लुक् निषिध्यते. अण्ड अं विधीयते पञ्चमी विभक्तौ विहाय. सो बहिर्वन योगः अं बहिर्वनम् इति समासं निष्पन्नं भवति. तत्र बहिः कथम् अभवत् ससजुषो रुः इति सूत्रेण ऋत्वं भवति. उकारलोपानन्तरं रः भवति, बहिर् भवति. अस्तु, तत्र तत्र कथं ससजुषोरुः इति सूत्रस्य निमित्तं किम्? ससजुषोरुः 8 पदान्तात् पदान्तसकार पदान्तात् पदान्त अस्ति वा बहिर् नो इट्स् नाट् बहिस् योगः वन बहिर्योगः वनं देन् बहिर्वनं 8266 ऐ डोण्ट् रिमेम्बर् द पदान्ते सकारस्य च सजुः शब्दस्य षकारस्य च स्थाने रु आदेशः भवति. येन विधिस्ततं तस्य इत्यनेन न केवलं यत् अधुना ससजुषोः षष्ट्यन्तं रुः पदान्ते सकारस्य पदान्ते अस्ति वा? That's what I should say, yes. पदस्य इत्यस्य अधिकारः अतः कार्यं दृष्ट्वा अस्ति इति कुर्मः. After the sup, then it's the whole thing is a pada. But bahir, bahis yogah is also pada. That's bahis iti padam iti prathama vibhakti asti, that is for upasarjana sanya. Gomati bhagini vadati va? अहं चिन्तयामि बहि इति अव्ययमस्ति, अव्ययात् आप् सुपः इति सूत्रेण सुपः लोपः भवति, बहि इति तिष्ठति, बहि पदं इति पदम् अस्ति, रैट्? तत्र सुप् विभक्ति विधानं कृत्वा तस्य लोपं लुक् भवति, लुक् इत्येव लुक् इति कृत्वा तत्र अस्तु इति कृत्वा तत् पदम् अस्ति. पदान्त पदान्ते विद्यमानसकारस्य तदा ऋत्वं सहस्रदिशो रुपु इति सूत्रेण. आं महोदय, समीचीनम्. अत्र उपपदविभक्ति किमपि नास्ति इति कृत्वा अत्र प्रश्न तु प्रयोगे अस्ति. वनाद् बहिः, वर्गाद् बहिः, अथवा विग्रहात् बहिः इति प्रयोगः एव अस्ति, दृश्यते एव. अस्तु, धन्यवादः. महोदय, मम एकः संशयः अस्ति. बहिर् अस्ति न अपि ससजुषोरुः अनन्तरं बहिर् अस्ति, तो बहिर्योगः वनं भवति, वनात् भवति वा? रकारस्य बहिर् अस्ति न अत्र, रकारस्य किं भवति? किमपि न भवति, तु बहिर्वनात् इति भवति न? न न न, तत्र व्यस्तप्रयोगे पृच्छति वा? बहिर् बहिर् न कुत्र बहिर् व्यस्तप्रयोगे पृच्छति वा? तत्र बहिर्वनात् इति समस्तपदमपि भवितुमर्हति. आं, बहिर्वनात् तु रकारं तिष्ठति, तत्र बहिर्वनात् तदस्य किमर्थं तत् रेफस्य नाशः कथं भवति? बहिर्वनं तत्र रेफं नास्ति, मया दृष्टम् अपि अहं पश्यामि. बहिर्वनं बहिर्वनात् अस्तु अस्तु महोदय, धन्यवादः, क्षम्यतां, सारि. इदानीं बहि अत्र बहिर्वनात् इति अस्ति खलु, बहिर्वनं बहिर्वनात् इति अस्ति, तत्र विकल्पेन तृतीयसप्तम्योर्बहुलम् इति सूत्रेण, अपि च तत्र न अतोन्तपञ्चम्यः इति सूत्रेण, नवे भव ततोंसपञ्चम्या सूत्रेण तादृशं भवति. अस्तु, पुष्पा भगिनी भवती अग्रे पठति वा? प्राग् वनात् अस्तु महोदय. प्राग् वनात्, प्राग्वनं प्राग्वना प्राग्वनात् अञ्च इति धातुतः निष्पन्नः शब्दः प्राक् इति, तदपि क्विन् प्रत्ययः न महोदय, किं प्रत्यय वा? सत्यं, किं प्रत्ययेन निष्पन्नं भवति? अस्तु अग्रे आगच्छति. अलौकिकविग्रहवाक्यं प्रग् प्राग् योगः वन योगः नसि. अत्र प्राग् इति शब्दः क्विन् प्रत्ययस्य प्रत्ययान्तस्य प्रत्ययान्तशब्दः अस्ति. प्र योगः अञ्चु धातुतः क्विन् इति प्रत्ययं योज्यते चेत् प्राक् इति पदं सिद्ध्यति. अन्यरादितरे इतरेदि दिक्षाब्दाच्युत्तर उत्तरपदा जाहि युक्ते इति सूत्रेण अञ्चु इत्यस्य अत्र चकारः चकारः अस्ति न महोदय? अत्र प्रिण्टिङ्ग् मिस्टेक् टैपिङ्ग् मिस्टेक् अस्ति न? अञ्चु इत्यस्य योगे पञ्चमीविभक्तिः भवति. आम् अपरिबहिरञ्चवः पञ्चम्या इति सूत्रेण अपरिबहि अञ्चु धातुतः निष्पन्नाः सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यते. अविभावश्च समासः भवति. अतः प्राग् शब्दः उपसर्जनसंज्ञा प्राप्य तस्य पूर्वनिपातः भवति. अतः समासप्रक्रियायां विभक्तेः लोपः भूत्वा प्राग् योगः वन इति प्रातिपदिकं सिद्धं भवति. अधुना जलां जशोन्ते इति सूत्रेण जष्ट्वं भूत्वा प्राग् योगः भवति. प्रक्रिया भवतु भगिनि, स्वतन्त्रया भवतु, भवती प्रयत्नं करोतु. अत्र प्राग् योगः वन योगः नसि अस्ति अलौकिकवाक्यं. क्विन् प्रत्ययान्तशब्दः अस्ति, तत्तु प्राक् इति आगच्छति. प्राक् इति पदम् अस्ति सिद्ध्यति. पञ्चमी विभक्तिः अस्ति एतत् सूत्रेण अन्यारादि ते दिक्शब्दाचु उत्तरपदा जाहि युक्ते इति सूत्रेण अञ्चु इत्यस्य उपयुक्तं कृत्वा पञ्चमी विभक्तिः भवति. अत्र अपरिबहिरञ्चवः पञ्चम्या इत्यनेन इति सूत्रेण अपरिबहि अञ्चु धातुतः निष्पन्नाः सुबन्ताः सुबन्ता अस्ति पञ्चम्यन्तेन तिष्ठति विभाषा समासः आगच्छति. अव्ययीभावश्च समासः तद् अविभावश्च इत्यनेन समासः भवति. सम्यक् महोदय? तत् परे प्राक् शब्दः उपसर्जनसंज्ञा प्राप्तः तद् पूर्वनिपातः भवति. तद् प्राक् तु प्रथमाविभक्तिः अस्ति. तद् कारणात् पूर्वनिपातः भवति. अत्र समास विभक्तेः लोपः भवति. तद् विभक्तिलोपः भवति. तद् परे प्राग् योगः वन इति एव तिष्ठति प्रातिपदिकं. सम्यक्. कुत्र जलां दर्शयति ककार विभक्ति लोपः सत्यं तु किं अन्यत् कार्यमपि अस्ति खलु तद् जलां दर्शन्ते आगच्छति प्राग् प्राग् प्राक् तु प्राग् ककारस्य गकारः आगच्छति प्राग् योगः वन इति प्रातिपदिकम् अस्तु प्राग्वनं प्राग्वन इति अस्ति तदनन्तरं अत्र अव्ययता प्रातिपदिकस्य अव्ययसंज्ञा अस्ति अत्र सुप्रत्ययस्य उत्पत्तिः अस्ति अत्र अव्यय आप्सुपः इति सूत्रेण भवती पठति तिष्ठति महोदय मनसि न तिष्ठति किं करोमि न व्ययी भवत् भवात् अतो पञ्चम्या इति सूत्रेण पञ्चमी पञ्चमी विभक्ति पञ्चम्यन्तम् आगच्छति परेण परे तथैव तदेव अस्ति तिष्ठति अम् अम् नास्ति अस्ति अस्ति अम् प्राक् वन वन अमि अमिपूर्वम् अमिपूर्वम् अस्ति प्राग्वन अम् अम् आगच्छति अमि अमिपूर्व इत्यनेन अक् अक् अस्ति तदैव तत्कारणात् अम् अम् आगच्छति परे पूर्वपरयोः स्थाने एकः एव पूर्वपर पूर्वरूपादेशः तिष्ठति पञ्चमी विभक्तिविहाय सर्वे अपि प्राग्वनम् इति आगच्छति ओ न न न तृतीया तृतीयसप्तम्यां सप्तम्यम् अपि अस्ति अत्र तृतीय तृतीयभक्ति द्वे अस्ति प्राग्वनं प्राग्वनेन सप्तमी तु प्राग्वनं प्राग्वने द्वे अपि मनसि न तिष्ठति सर्वे सूत्राणि किं करोमि अस्तु गोमति भगिनि अस्मि इदानीं किञ्चित् भवत्याः ध्वनिः कथम् अस्ति इति पश्येम अत्र अप त्रिग त्रिगतात् इति अस्ति खलु तत्र तत् किञ्चित् भवति वा किं भवति इति पूर्वं मया अस्माभिः दृष्टं त्रिगर्तात् इति रूपं तत्र वयं त्रिगर्तेभ्यः इति दृष्टवन्तः न बहुवचनरूपेण अप त्रिगर्तेभ्यः वृष्टो देवः इति तत्र तु एकवचने समस्तमस्ति न त्रिगर्तात् अप त्रिगर्तात् अप त्रिगर्तात् त्रिगर्तादेशं विहाय इति अर्थं देशं विहाय इत्यर्थे अप इति कर्मप्रवचनीयसंज्ञा वर्जनार्थे भवति अप त्रिर्गतम् अपतिर्गतात् इति रूपद्वयं भवति. अलौकिकविग्रहवाक्यम् अप योगः त्रिदत्ता योगः नसि पञ्चमी विभक्तौ भवति. पञ्चमी विभक्तौ अप इति शब्दस्य पञ्चमी एव भवति, पञ्चमी अपां परिधिः इति सूत्रेण. अप इति पदं त्रिगत्त इति सुबन्तेन पञ्चम्या सुबन्तेन सह समस्यते. प्राक्तकारसमासः इति सूत्रेण, अविभावः इति सूत्रेण अविभावसमासः शक्नुमः भवति. अनन्तरम् अपरि बहिरञ्चवः पञ्चम्याः इति सूत्रेण तत्र पञ्चमी विभक्ति एकवारम् अपि उक्तमस्ति. अपत्रिगर्तयोगः नसि अत्र समस्तसमास संज्ञा अस्ति कृत् अत्युतसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. ज्ञां प्रातिपदि सुपो धातु प्रातिपदिकयोः इति सूत्रेण सुबन्धावयवस्य लोभः भूत्वा अपयोगः तृङ्गत इति भवति. यदि सूत्रे अप इति शब्दः प्रथमाविभक्तौ भवति, तद् उपसर्दिनमस्ति. अत्र अपि विधिसूत्रम् अप इति अव्ययं सूचयति, सो तदपि उपसर्जनसंज्ञा भूत्वा प्रथमम् आगच्छति. अत्र तु पूर्वमेव तिष्ठति. अत्र तुर्गत इति समस्तपदं भवति, तत्तु प्रातिपदिकमस्ति. अनन्तरम् अव्ययीभावश्च अव्ययीभावश्च इति सूत्रद्वयेन अव्ययसंज्ञा अपि नपुंसकसंज्ञा भूत्वा प्रातिपदिक अव्ययनपुंसकशब्दः अस्ति. ओम्यापि प्रातिपदिकयोः इति सूत्रस्य अधिकारे सुप्रत्ययः भवितुमर्हति. परन्तु अत्र त्रिगत अपत्रिगर्गत इति अजन्त अङ्कमस्ति. अन्यदेकसूत्रं कार्यं करोति, सुप् बाधित्वा पञ्चमी विभक् अतो अपञ्चम्याः सारि न अव्ययीभावात् अतो अपञ्चम्याः इति सूत्रेण पञ्चमी विभक्तिं विहाय अन्यासु विभक्तिषु अमीपूर्वः इति सूत्रेण अम् इति प्रत्ययमागच्छति. त्रिर्गर्दायोगः अम् तत्र सवर्णदीर्घं बाधित्वा अपतिर्गता अम् अपतिर्गतम् इति भवति. प्रथमाविभक्तौ द्वितीयाविभक्तौ तदेव भवति. अनन्तरं पञ्चमी विभक्तौ सूत्रमेव वदति अमिपूर्वः न कार्यं करोति. तत्र अपतिर्गतात् एव भवति. तृतीया पञ्चम्योर्बहुलं सूत्रमपि कार्यं करोति. तत्र अमीपूर्वः विकल्पेन किमर्थं भवति अमीपूर्वः न कार्यं करोति इति वदति? तत्र विभक्तिप्रत्ययः भवति खलु, विभक्तिप्रत्ययः भवति. हा, तत्र सुप्रत्ययमेव भवति, अमीपूर्वः न कार्यं करोति न अमिपूर्वस्य प्रसक्ति. इदानीं विभक्तिप्रत्ययः केन सूत्रेण भवति तत्र? पञ्चमीविभक्तिविषये पञ्चमीविभक्तिविषये किं भवति? पञ्चमीविभक्तिविषये पञ्चमीविभक्तिविषये सुप्रत्यय एव तिष्ठति. कीदृशं सुप्रत्यय अत्र आतायाति नसि भूत्वा नसि नसि इत्यस्य आत् आयाति तिर्गतात् इति भवति पञ्चमी विभक्तौ. सत्यं तादृशमस्ति तादृशरूपं पञ्चमी विभक्तौ भवति. अनन्तरम् अत्र तृतीया सप्तमी सप्तम्योर्बहुलम् इति सूत्रं कार्यं करोति. तत्र विकल्पेन आगच्छति सुप्रत्ययः अमि अम् आदेशः तु तृतीया विभक्तौ भवति तिर्गते गतेन तिर्गतम् इति रूपद्वयं सप्तमी अप तिर्गतेन अपतिर्गते अपतिर्गते अपतिर्गतम् इति सूत्रम् इति रूपद्वयं भवति सप्तमी अनन्तरं विभाषा इत्यस्य अधिकारे अस्ति एतत् अपरि बहिरञ्जम्यौ अपञ्चम्या इति सूत्रं अतः रूपद्वयम् अपि भवति विकल्पेन रूपद्वयं भवति तद् अपतिर्गतात् एव भवति. अपतिर्गता अप इति कर्मप्रवचनीयसंज्ञा विहाय इत्यर्थे भवति अत्रीर्गतशब्देशं विहाय इति अर्थे अप इति कर्मप्रवचनीयसंज्ञां पञ्चमी अन्त्य त्रिगतशब्दात् शब्दात् एकरूपं भूत्वा अपतिर्गतात् इति रूपद्वय विकल्पेन भवति. अस्तु अस्तु भगिनि धन्यवादः. महोदय त्रिगर्ता ऐ थिङ्क् इस् द करेक्ट् वन् त्रिगर्ता गर्ता तत्र दोषः ब्रदर्स् कथं लिखितुं शक्नुमः तादृशम् इन् द बिगिनिङ्ग् शी हेड् पुट् इट् रैट् त्रिगर्त इति एव अस्ति अत्र अस्तु अहं सूचयिष्यामि चिन्ता मास्तु. अस्तु अत्र स्थगयामः अग्रिमवर्गे तत्र परितृगर्तात् तन्त्रं बहित्रि बहिर्ग्रामात् प्राग्ग्रामात् इति तत्र गृहे किञ्चित् अभ्यासं कुर्वन्तु अग्रिमवर्गे परिशीलयामः तत्र संशयः अस्ति चेत् कुर्मः. अस्तु अत्र सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. सर्वेभ्यो नमस्कारः धन्यवादः.